अद्यतनविषयः अस्ति एकत्वस्य द्वैविध्यम् इति. वयम् एकनवतितमे पुटे स्मः, ततः आरभ्य अद्यतनपाठः भविष्यति. तर्हि सरला भगिनी आरब्धुमिच्छति वा? आं भगिनि. एकत्वस्य द्वैविध्यम् इदं च द्वित्व असमवायि कारणं समीभूतम्. एकत्वं द्विविधं भवति, जन्ये घटादौ विद्यमानम् अनित्यं, घटोत् उत्पत्ति द्वितीय आदिक्षणे रूपादिगुणैः सह उत्पद्यते. कालान्तरभवति भत्वादिकं प्रति असमवायिकारणं च. अन्यन्तु एकत्वम् आकाशात्यादि नित्यद्रव्यगतं, तस्य आश्रयस्य नित्यत्वात् तद् एकत्वमपि आत्मत्वजातित्वात् नित्यं भवति च. तद्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीतिविषयद्विवृत्तं प्रति असमवायिकारणम् उत्पद्यमानत्वादेव द्वित्ववादीनां सिद्धं नित्यत्वम्. पुनः पठामि एकमेकं. इदं च द्वित्वसमवायिकारणभूतम् एकत्वं द्विविधं भवति. एकत्वं द्विविधम् अस्ति, एकनित्यम् अन्य अनित्यम् अस्ति. एकत्वं द्वित्वं प्रति असमवायिकारणम् अस्ति. कथम् अस्ति यदि घट घट एकत्वं प्रति समवायिकारणम् अस्ति, अपि द्वितीयं प्रति समवायिकारणम् अस्ति, तदेव एकत्वं द्वितीयं प्रति असमवायिकारणं भवति. कारणकि द्वितीय एकत्वं द्वितीयस्य अधिकरणं समानः अस्ति घट इति कारणात्. अत्र अत्र द्वितीय इति न, द्वित्वम् एकत्वम् इति. द्वित्वम् एकत्वं समवायिकारणं तु घटः उभयोः इति तु सत्यम्, उभयोः समानाधिकरण्यमपि इति अपि सत्यं. परन्तु यथा गते सप्ताहे दृष्टं, तत्र असमवायिकारणम् इत्युक्ते किं? समवायेन स्थित्वा समवायेन कार्यम् उत्पादयति इति असमवायिकारणं. तादृशः गुणः अस्ति वा एकत्वे? आम्, एकत्वं समवायेन घटे स्थित्वा पुनः समवायसम्बन्धेन द्वित्वं जनयति इति असमवायिकारणम्. जन्ये घटादौ विद्यमानम् अनित्यं, यदि किमपि जनयति तस्य नाशमपि भवति. तर्हि घटादौ विद्यमानम् अनित्यं भवति, एकत्वं तत् अनित्यम् अस्ति. घटोत्पत्ति द्वितीयक्षणे रूपादिगुणैः सह उत्पद्यते. वयं पूर्वं दृष्टवन्तः यदि दण्डचक्र आदि पूर्वम् अस्ति, घटस्य उत्पत्यस्य पूर्ण कारणम् अस्ति. अन्तरं क्षणे घटस्य उत्पत्तिः भवति, तस्य आगामिक्षणे रूपं गुण इत्यादि उत्पद्यते. सो यदा यत्क्षणे घटो उत्पत्तिः भवति, तत्क्षणे घटस्य गुण न उत्पद्यते. इति कारणं द्वित्वमपि द्वितीयक्षणे भवति, उत्पत्त्यस्य द्वितीयक्षणे. तद् द्वितीय एक घटस्य एकत्वं द्वितीय असमवायिकारणम्. अत्र विषयद्वयमस्ति. प्रथमतया घटादौ विद्यमानम् एकत्वम् अनित्यं. किमर्थम् अनित्यम्? जन्यते तस्य नश्यमपि अस्ति. यथा घटः जायते तथैव एकत्वमपि जायते, घटस्य एकत्वं यस्य जन्म भवति तस्य नाशः भवति इति कृत्वा अनित्यम्. अपि च अत्र किम् उक्तं, घटोत्पत्ति द्वितीयक्षणे रूपादिगुणैः सह इति खलु. पूर्वस्मिन् पुटे पश्यति चेत् प्रथमं यथा भवत्या उक्तं दण्डादयः प्रथमं, तदनन्तरं घटः, तदनन्तरं घटस्य गुणाः उत्पद्यते, तेनैव सह एकत्वम् उत्पद्यते, तदा उत्पद्यते एकत्वं. यदा घटस्य रूपं, यदा घटस्य आकारः इत्यादिकम् उत्पद्यते तदा एकत्वमपि उत्पद्यते घटस्य. हा, कालान्तरभावि द्वित्वादिकम् इत्युक्ते यदा एकत्वम् उत्पद्यते तस्मिन् क्षणे, तस्मिन् क्रमे द्वित्वमपि उत्पद्यते इति न, कालान्तरभावि द्वित्वादिकं. यदा बहवः घटाः सन्ति चेदपि प्रत्यस्मिन् घटे एकत्वं तु अस्ति एव, परन्तु कस्यचित् ज्ञानं भवति, ओ अत्र त्रयः घटाः सन्ति द्वौ घटौ सह, तदा कालान्तरभावि द्वित्वम् उत्पद्यते ज्ञानेन सह. कस्यचित् मनसि ज्ञानं भवति चेत् तदा द्वित्वम् इति भवति. तदर्थमेव उक्तम् एकत्वं तु उत्पद्यते एव अपरैः गुणैः सह, परन्तु द्वित्वम् इति यदस्ति तत् कालान्तरभावि अस्ति, अपि च घटस्य एकत्वं द्वित्वं प्रति असमवायिकारणमस्ति. अन्यत् तु एकत्वम् आकाशादि नित्यद्रव्यगतम्. आकाश नित्यद्रव्यम् अस्ति, आकाश आदि इत्युक्ते काल, कालदिक्, ईश्वरः, एते सर्वाणि नित्यद्रवाणि द्रव्याणि अस्ति. तत् एकत्वं विद्यमानम् आकाशे नित्यत्वम् अस्ति, तत् नित्यम् अस्ति. तस् आश्रयस्य नित्यत्वात् तत् एकत्वमपि आत्मत्वजातिवत् नित्यम्. विद्यमानधर्म आत्मनि आत्मत्वम् अस्ति. यदि आत्मा एकम् अस्ति तद् विद्यमानधर्म आत्मत्वमपि एकम् अस्ति. यदि आत्मा नित्यमस्ति तद् विद्यमानधर्म अपि नित्यं भवति. तर्हि किं, तर्हि नित्यत्वात् एकत्वमपि आत्मत्वजातिवत् नित्यम्. आत्मत्वजाति अस्ति, तत् अपि नित्यं भवति. तर्हि आत्मनि यद् जाति अस्ति आत्मत्वं, सा जातिः नित्या इति उच्यते. परन्तु तत्र किञ्चन वैशिष्ट्यम् अस्ति. केषाञ्चन नैयायिकानां मतम् अस्ति यत् अनित्यद्रव्येषु या जातिः वर्तते, उदाहरणत्वेन घटे घटत्वम् इति जातिः वर्तते किल, तेषां मतानुसारं सा जातिः न, केवलं धर्मः एव. यतोहि घटत्वस्य द्रव्यत्वमपि अस्ति, पृथ्वीत्वमपि अस्ति. घटः नश्यति चेदपि घटस्य परमाणवः ये भवन्ति, घटस्य नाशानन्तरमपि घटस्य परमाणुषु सर्वदा द्रव्यत्वम् इति भवति, पृथ्वीत्वम् इति भवति खलु. तर्हि केषाञ्चन नैयायिकानां मतमस्ति नित्यद्रव्येषु, क्षम्यताम्, अनित्यद्रव्येषु जातिः इति न, किमपि नास्ति इति. परन्तु अस्माकं ग्रन्थे, अस्मिन् ग्रन्थे तु समानानां धर्मः सामान्यम् इति कृत्वा सर्वाः जातयः इत्येव मन्यन्ते. किन्तु केषाञ्चन नैयायिकानां मतम् अस्ति यत् नित्यवस्तुषु अथवा नित्यद्रव्येषु एव जातयः भवन्ति. तदर्थमेव अत्र विशेषतया उक्तम् आत्मत्वजातिवत् इति. परन्तु अत्र मुख्यविषयः अस्ति एकत्वमपि नित्यं यथा आत्मत्वम् इति. इदानीम् अहम् अवगच्छामि. भवति तत् द्वौ आत्मनौ आकाशात्मनौ इत्यादि प्रतीति विषयद्वित्वं प्रति असमवायि कारणम्. यथा घटस्य एकत्वं द्वित्वं प्रति असमवायिकारणं भवति, तथा नित्य द्रव्ये द्रव्य आकाशात् आत्मना द्वित्वं प्रति असमवायिकारणं अपि भवति, किन्तु द्वित्वं सदा नित्यम् अस्ति। यदि तस्य कारणम् एकत्वं नित्यं वा अनित्यम् अस्ति? बहु सम्यक्, तथा एव अस्ति। द्वित्वादीनाम् उत्पद्यमानत्वात् नाम द्वित्वं तु सर्वदा उत्पद्यते इति कृत्वा द्वित्वं सर्वदा अनित्यम्। एकत्वस्य द्वैविध्यम् अस्ति, नित्यम् अनित्यं च इति। अस्तु, अपरेण केनापि आगतं वा मध्ये? नमस्कारः भगिनि, अजितः। अस्तु अजितमहोदय। अस्तु तर्हि पवनकुमार महोदय किञ्चित् पठति वा? महोदय, एतत् मम प्रथमकक्षा अस्ति, अस्तु कक्षायां पूर्वं नागतवान्। आमां, केवलं शृणोमि, धन्यवादः। अस्तु अस्तु तर्हि जयन्ती भगिनी पठति किम् अग्रे? आं भगिनि, तत् एतत् सर्वम् अनुसन्धाय उक्तम् अन्नभट्टैः, एकत्वं नित्यम् अनित्यं च, नित्यगतं नित्यम्, अनित्यगतम् अनित्यम्, द्वित्वादिकं तु सर्वम् अनित्यमेव इति। अत्र च नित्यपदेन आकाशादयः ग्राह्याः पृथिव्यादिचतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम्, अनित्याश्च घटादयः, लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम्। अत्र एकत्वस्य लक्षणवाक्यम् इति वक्तुं शक्नुमः वा? एकत्वस्य विषये ग्रन्थात् वाक्यम् अस्ति। वयम् इदानीमेव दृष्टवन्तः नित्यम् अनित्यं च एकत्वस्य अंशौ, नित्यगतं नित्यद्रव्येषु एकत्वं नित्यम्, आकाशादौ नित्यमेव एकत्वम्, अनित्यवस्तुषु अनित्यम् अस्ति एकत्वं, यथा घटे वा पुस्तके इत्यादि, येषाम् उत्पत्तिः भवति तेषु अनित्यम् अस्ति एकत्वं, द्वित्वादिकं तु सर्वम् अनित्यम् एव। द्वित्वम् इति एकत्वस्य अनन्तरमेव जन्यते, अतः यस्य वस्तोः उत्पत्तिः भवति, यस्य नाशनं तस्य नाशनमपि अस्ति, अतः द्वित्वम् इति अनित्यम् एव सर्वदा। तर्हि नित्यद्रव्याणि कानि इति एकवारं स्मारयति वा? नित्यद्रव्याणि तु आकाशः, कालः, दिक्, आत्मा, मनः, नित्यद्रव्याणि, तेषु विद्यमानम् एकत्वं सर्वदा नित्यं, तर्हि नित्यगतं नित्यम् इति उक्तम्। अनित्यगतम् अनित्यम् अनित्यम्। अत्र च नित्यपदेन आकाशादयः ग्राह्याः पृथिव्यादिचतुष्टयस्य परमाणवः अपि शक्याः ग्रहीतुम्। नित्याः द्रव्याः यत् आकाशः, आत्मा इत्यादयः नित्याः, पृथ्वी, वायु, तेजस्, पृथ्वी, वायु, तेजस्, जलम्, एतेषां परमाणवः नित्याः इति खलु भगिनी अत्र? सत्यं सत्यम्। यद्यपि पृथ्वी, जलं, तेजः, वायुः अनित्यद्रव्याणि, तथापि तेषु विद्यमानाः परमाणवः तु नित्याः एव। आम् परन्तु तेभ्यः उत्पत्ति घटादयः अनित्याः परमाणूनां मेलनेन यद् जायते तद् भिन्नः विषयः. पृथ्वी, जलं, तेजः, वायुः, ते तु अनित्याः, परन्तु परमाणुस्तरे सर्वाणि द्रव्याणि नित्याः. लक्षणनिरूपणं तु कालग्रन्थवत् आलोचनीयम् इत्युक्ते अग्रे संख्या इत्यस्य लक्षणम् अस्ति खलु. आम् आम्, तत्र तस्य प्रतिपादनार्थं यथा कालं कालस्य लक्षणवाक्यं प्रतिपादितमासीत् तेनैव क्रमेण प्रतिपाद्यते. अस्तु अस्तु अस्तु, तर्हि स्पष्टं स्यात् एतावता एकत्वस्य द्वैविध्यम् इति. अग्रे गत्वा संख्या इत्यस्य लक्षणम् अस्ति. अस्तु, वर्धिनी भगिनी पठति वा? आं भगिनि, संख्यालक्षणे परिष्कारः, कालनिरूपणे अतीतादिव्यवहारे इत्यादि रूपे अतीतत्वं प्रकारः इति चिन्तितम्. अत्र एकत्वादिव्यवहारेषु व्यवहारहेतुः इति लक्षणकारणात् एकत्वादिरूपा संख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविद्यया ग्राह्य तथा च यावत् एकत्वद्वित्वादिरूपां संख्यां न विद्मः तावत् अन्यं बोधयितुम् अयमेकः इमौ द्वौ इति शब्दप्रयोगं कर्तुं न शक्नुमः. तां च संख्यां ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः तदा अपरस्य तेन ज्ञानम् उत्पद्यते. अयमेकः इत्यादि आकारकम् अयमेकः इति आकारकं तत्र पुरोवर्तिघटादिः विधया भासते एकत्वं द्वित्वं वा प्रकारविधया भासते. सा च प्रकारतायाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन वा अवच्छिद्यते. घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदकम् अवच्छेदवत् तथा च. अस्तु भगिनि, अत्र किञ्चित् पुनस्मरणमपि अपेक्षितम् अस्ति. तर्हि तत्र पृष्ठसङ्ख्या 55 इति अस्ति खलु, तत्र किञ्चित् पश्येम. अत्र प्रथमवाक्यं किं, कालनिरूपणे अतीतादिव्यवहार व्यवहारेत्यादिरूपे अतीतत्वं प्रकारः इति चिन्तितम्. पूर्वमपि अस्माभिः दृष्टं प्रकारता, विषयता इत्यादिकं, तस्य किञ्चित् पुनस्मरणं कुर्मः. तर्हि अयं विषयः वस्तुतः त्रयोत्रिंशत्तमे पुटे अस्ति, पश्यन्ति वा सर्वे? त्रयस्त्रिंशत्तमे पुटे एकः घटः अस्ति, तत्र ज्ञानम् इति ज्ञानमस्ति, प्रकारता, विषयता. तर्हि इत्थं हि किञ्चित् पठति वा? विषयता ज्ञानम् ज्ञानात् विषयता घटे अस्ति, घटनिष्ठविषयता. निरूपकं ज्ञानम् इति वाक्यमस्ति, अस्ति खलु? यत्किमपि ज्ञानं भवति तस्य विषयः इति भवति एव. अयं घटः इत्यस्मिन् ज्ञाने घटः इति विषयः. ज्ञानस्य प्रकाशः विषयस्य उपरि पतति चेत् तदा विषयः प्रकाश्यते. अयं घटः इति ज्ञानस्य प्रकाशनार्थं तत्र या प्रभा पतति दीपस्थानम् आपन्नं ज्ञानम् अस्ति, या प्रभा घटस्य उपरि पतति सा प्रभा विषयं प्रकाशयति. अस्तु, तर्हि घटः इति ज्ञानस्य विषय ज्ञाने तर्हि विषयता अस्ति. सत्यं, तर्हि ज्ञाने विषयता अस्ति खलु. तथैव अस्माकम् इदानीं ज्ञानम् अस्माकं भवतु भूतलं घटवत् इति. प्रथमतया अयं घटः इति एकः एव विषयः ज्ञानस्य, घटः. तर्हि विषयता ज्ञाने अस्ति. भूतलं घटवत् इत्यस्मिन् ज्ञाने विषयाः के के इति वदति वा? अग्रिमचित्रं तस्मिन्नेव पुटे अधस्तनचित्रम् अस्ति तादृशं. भूतलं घटवत् भूतलं विशेषणम्. सत्यं. तर्हि मूलविषयः अस्ति यत् भूतलं घटवत् इत्यस्मिन् विषयत्रयम् अस्ति. ज्ञानं तु भूतलं घटवत् इति एकमेव, परन्तु विषयत्रयं तत्र घटः, अपि च घटस्य अधिकरणं भूतलम्, अपि च घटभूतलयोः मध्ये संयोगः इति सम्बन्धः खलु. तर्हि सर्वे विषयाः एव, ज्ञानम् इति सविषयकपदार्थम्, अपि च तस्य विषयत्रयं वर्तते तत्र. सर्वेषु विषयेषु विषयता अस्ति. घटे विषयता अस्ति, संयोगे विषयता अस्ति, भूतले विषयता अस्ति. तर्हि एतेषां विषयतानां नामकरणं कृतम् आसीत् तेषु दिनेषु, स्मर्यते वा? अर्चितमहोदय किञ्चित् स्मरति किम्? प्रकारता, संसर्गता. हा, सम्यक्. विशेषता. हा, प्रकारता, संसर्गता, विशेषता. तर्हि अजितमहोदय कीदृशी विषयता कुत्र अस्ति इति स्मर्यते वा? अस्तु, वर्धिनी भगिनी. अस्तु, विषयता कीदृशी. अत्र विषयत्रयं, घटः, संयोगः, भूतलम्. अस्तु, भूतले विशेषता अस्ति खलु. सत्यं. संयोगे संसर्गता अस्ति. संसर्गता. घटनिश्च प्रकाश प्रकारता. बहु समीचीनं वर्धिनी भगिनी, तथैव अस्ति. घटे प्रकारता, संयोगे संसर्गता, भूतले विशेषता. विशेष्यता. क्षम्यतां, भूतलं भूतलं घटः भूतलस्य विशेषणं. विशेषणं. तर्हि विशेष्यमस्ति भूतलं, तर्हि भूतले विशेषता इति सर्वम् आसीत्. तर्हि अत्र प्रथमवाक्यं, तस्मिन् पुटे प्रथमवाक्यम् आसीत् किम्? अतीतत्वम् इति प्रकारः इति खलु. हा, इदानीं पश्यन्तु पञ्चपञ्चाशत्तमे पुटे पश्यन्तु. पञ्चपञ्चाशत्तमे पुटे पश्यन्ति वा? यथा भूतलं घटवत्, सत्यं, भूतलं घटवत् इत्यस्मिन् भूतलं विशेषं, घटः विशेषणम्. अत्र अतीतः घटः इति, तत्र विशेषणं किं, विशेष्यं किम्? अतीतः घटः, अतीतत्वं विशेषणम्. हा, बहु सम्यक्, अतीतत्वं विशेषणम्. अपि च विशेष्यः, विशेष्यः घटनिष्ठविशेषता. हा, तर्हि घटनिष्ठविशेषता अस्ति चेत् विशेष्यः घटः इति खलु. घटः. अस्तु, तर्हि अतीतः, अतीतः घटः अतीतः घटः इति शब्दप्रयोगः त्रयस्त्रिंशत्तमे पुटे अत्र उक्तमासीत् शब्देन ज्ञानस्य शब्देन प्रतिपादितं स्वरूपम् इति यदस्ति तस्य नाम आकारः कस्यचित् मनसि ज्ञानम् अस्ति परन्तु शब्दस्वरूपेण सः प्रकटीकर्तुम् इच्छति चेत् तस्य प्रतिपादितं शब्देन प्रतिपादितं स्वरूपम् अस्ति आकारः अत्र आकारः अपि च एतेन शब्दप्रयोगेण अपरस्य मनसि यदा ज्ञानं जायते तदा आकारः व्यवहारः इति उच्यते व्यवहारः इत्युक्ते परज्ञानजननार्थं शब्दप्रयोगः एतत् सर्वं वयं कृतवन्तः केवलं पुनस्मरणार्थं वदन्ती अस्मि आकारः इत्युक्ते शब्दस्वरूपेण प्रतिपादितं रूपं ज्ञानस्य अपि च अपरस्य ज्ञानजननार्थं शब्दप्रयोगः यदा भवति सः एव व्यवहारः इति उच्यते अत्र अतीतादिव्यवहारहेतुः कालः इति यदा कालस्य लक्षणवाक्यमासीत् तस्य अर्थः कः अतीतः विद्यमानः अस्तु विद्यमानः इत्यादि शब्दप्रयोगः यद् भवति तस्य कारणं कालः इति अर्थः तदर्थम् अतीतादि अतीतादिव्यवहारः अतीतादिव्यवहारहेतुः कालः इति तदर्थम् उच्यते अस्तु तर्हि अस्माकम् आकारः अस्ति अथवा व्यवहारः अस्ति अतीतः घटः अतीतः घटः इत्यस्मिन् घटः विशेष्यः विशेषणं किम् विशेष्यं घटः विशेषणम् अस्तु हा अतीतत्वम् अजितमहोदय इदानीं चिन्तयतु उन्नतः वृक्षः खलु अस्तु उन्नतः इति गुणिवाचकपदं यद्यपि सामान्य भाषायाम् उन्नतः विशेषणम् इति उच्यते परन्तु वस्तुतः औन्नत्यम् अथवा उन्नतत्वम् इति विशेषणं तथा एव अत्र अतीतः घटः इत्यस्मिन् विशेषणं किम् अतीतत्वम् अतीतत्वम् अस्तु तर्हि अतीतत्वम् इति यदस्ति तस्मिन् प्रकारता अस्ति अस्तु तर्हि अतीतत्वं प्रकारः इत्यपि उच्यते यथा घटः विशेष्यः तस्मिन् विशेषता अस्ति तथैव अतीतत्वम् इति यद् विशेषणमस्ति यस्मिन् प्रकारता अस्ति तद् प्रकारः इति अपि उच्यते तर्हि हा तेषु दिनेषु चित्रं निर्मीय वयं चर्चितवन्तः खलु कालः कालः इति मूलकारणमस्ति शब्दप्रयोगं प्रति पुनः अतीतादि शब्दप्रयोगेण कस्यचित् मनसि ज्ञानं जनयति जायते तद् ज्ञानं कीदृशम् प्रकारतानिरूपकज्ञानं हा बहु सम्यक् घटनिष्ठविशेषतानिरूपकज्ञानं निरूपकं ज्ञानं तादृशं ज्ञानमस्ति अपि च तत्र तथा च इति अन्तिमवाक्यमस्ति खलु तत् पठति वा तस्मिन् पुटे पञ्चपञ्चाशत्तमे पुटे तथा च आहत्य अतीतत्व अवच्छिन्न प्रकारतानिरूपित घटत्व अवच्छिन्न विशेषतानिरूपक ज्ञानम् अस्तु स्थगयतु तत्र स्थगयतु तत्र पश्यन्तु प्रकारता इति यदस्ति अतीतत्वे सा प्रकारता केन अवच्छिन्ना भवति अतीतत्व अवच्छिन्न प्रकारता तत्र तथा नास्ति सावधानतया किञ्चित् पठतु कोऽपि वदति वा जयन्ती भगिनी प्रकारता केन भिद्यते इति प्रश्नः खलु भगिनी सत्यम् अतीतत्वे चिन्तयतु, अतीतत्वम् अतीतत्वम् इति प्रकारः, तस्मिन् प्रकारता अस्ति, अस्तु. प्रकारता अवच्छिन्ना भवति अतीतत्वे विद्यमानजात्या अथवा धर्मेण. जातिः अथवा धर्मः कथं निष्पद्यते? घटः, घटे विद्यमानः धर्मः कः? घटत्वं. तर्हि अतीतत्वम् इत्यस्मिन् विद्यमानः धर्मः कः? अतीतत्वत्वं. तर्हि प्रकारता केन अवच्छिन्ना भवति? अतीतत्वेन अवच्छिन्ना भवति. विशेषता केन अवच्छिन्ना भवति? घटे विद्यमानघटत्वम् अवच्छिन्ना विशेषता. सम्यक् अस्ति. तर्हि इदानीं सर्वं स्मर्यते इति चिन्तयामि. विशेषता घटत्वावच्छिन्ना, अपि च प्रकारता अतीतत्वाव अतीतत्वावच्छिन्न प्रकारता आसीत्. तन्निरूपकं ज्ञानं, अपि च ज्ञानत्व अवच्छिन्न कार्यता निरूपित कारणाताश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यता निरूपित कारणता आश्रयत्वं कालस्य लक्षणं इति वाच्यम्. अस्तु, कालस्य निरूपणार्थम् एतत् सर्वं वयम् अधीतवन्तः तेषु दिनेषु. अतीतः घटः इति आकारः अथवा व्यवहारः, शब्दप्रयोगः, यत्किमपि वदतु, आकारं स्वीकृत्य वयं कालस्य निरूपणं कृतवन्तः अन्ततो गत्वा. अतीतादिव्यवहारहेतुः कालः इति अस्ति. तथा एव संख्या इति या गुणः अस्ति सा अपि व्यवहारघटितशब्दः अस्ति, व्यवहारघटितगुणः अस्ति. अस्तु, एकत्वादि असाधारण कारणत्वं संख्यायाः लक्षणमिति. संख्यायाः निरूपणमपि यथा कालस्य निरूपणमासीत् तद्वत् एव भवति. अस्तु, इति पठितमासीत् वर्धिनी भगिन्या. तदेव किञ्चित् अधुना परिशीलयाम. अस्तु, अजितमहोदय पुनः तत् पठति वा, संख्यालक्षणे परिष्कारः इति खण्डशः पठति. परिष्कारः इत्युक्ते नवीकरणम् अथवा रिफैन्मेण्ट् इति वक्तुं शक्नुमः. संख्यालक्षणे परिष्कारः. पञ्चाशत् इति वयं दृष्टवन्तः इदानीमेव. अग्रे कालनिरूपणे अतीतादिव्यवहारेत्वादिरूपे व्यवहारेत्यादिरूपे खलु अतीतत्वं प्रकारः इति चिन्तितम्. अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपा संख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या तथा यथा वयं दृष्टवन्तः कालनिरूपणविषये कालनिरूपणे अतीतत्वं प्रकारः इति चिन्तितम्। इत्युक्ते अतीतः प्रकारः इति विशेष्यम् अतीतत्वम् इति उच्यते। प्रकारः इत्युक्ते विशेषणम् इति उक्तं खलु, अतीतः कालः अतीतत्वं विशेषणं, तर्हि तस्य एव प्रकारः इति इतोपि एक नाम अस्ति। अत्र एकत्वादिव्यवहारहेतुः इति लक्षणकरणात् एकत्वादिरूपा सङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्य। अहं पूर्णतया केवलमिदं उक्तमस्ति अत्र, एकत्वादिव्यवहारहेतुः कालः, क्षम्यताम्, अतीतादिव्यवहारहेतुः कालः इति यथा आसीत् तथा एव एकत्वादिव्यवहारहेतुः सङ्ख्या। अस्तु, तर्हि अस्माकम् आकारः कः भवति अथवा शब्दरूपेण प्रतिपादितं स्वरूपं किं भवति ज्ञानस्य? एकः घटः। यथा अतीतः कालः तथा एव एकः घटः इति भवति खलु। तर्हि अत्र प्रकारः कः? अत्र प्रकारः एकत्वम्। एकत्वम् अतीतत्वं यथा प्रकारः, अत्र एकत्वम् इति प्रकारः। तदेव उक्तमस्ति, एकत्वादिरूपसङ्ख्या एव व्यवहारेण जायमाने ज्ञाने प्रकारविधया ग्राह्या। सङ्ख्या इत्यस्य कारणेन एव व्यवहारः जायते, शब्दप्रयोगः जायते। तादृशशब्दप्रयोगेन यद् ज्ञानम् उत्पद्यते तस्मिन् ज्ञाने प्रकारः भवति एकत्वम् इति बुद्धं वा सर्वैः? सुलभमेव स्यात्, यतः यत्र अतीतः कालः इति आसीत् तत्र एकः घटः इति एव अस्ति, तदाधारीकृत्य मनसि चित्रं निर्मीय चिन्तयन्तु। अस्तु, अग्रे पठतु महोदय। तथा च यावत् एकत्वादित्वादिरूपां सङ्ख्यां न विद्मः तावत् अन्यं बोधयितुम् अयमेकः इमौ दौ इति शब्दप्रयोगं कर्तुं न शक्नुमः। अत्र उक्तं यदा एकत्वादित्वरूपम् अथवा एकं घटम् इति वक्तुं न शक्नोति चेत् अन्यं बोधयितुम् इमौ दौ इति शब्दप्रयोगं कर्तुं न शक्नुमः इति उक्तवन्तः। नाम व्यवहारः इत्युक्ते किं? परज्ञानजननार्थं शब्दप्रयोगः। शब्दप्रयोगः, तर्हि अत्र उक्तं यावत्पर्यन्तं सङ्ख्या इति गुणः नास्ति तावत्पर्यन्तम् एकत्वम् एकः द्वौ इति शब्दप्रयोगः न जायते। तावत् पर्यन्तम् अन्येषां मनसि ज्ञानम् उत्पादयितुं न शक्नुमः। अयमेकः इमौ द्वौ इति शब्दप्रयोगः कुतः उत्पद्येत? सङ्ख्यातः एव। तदर्थम् एकत्वादिव्यवहारहेतुः अथवा कारणं सङ्ख्या। तां च सङ्ख्यां ज्ञात्वा यदा अयमेकः इति प्रयोगं कुर्मः तदा परस्य तेन ज्ञानम् उत्पद्यते अयमेकः इत्याकारकम् इत्युक्ते अयमेकः उदाहरणे अयमेकः इति प्रयोगं वयं कुर्मः चेत् तत्र ज्ञानम् उत्पद्यते अयम् एकः इति अथवा सङ्ख्याज्ञानम् उत्पद्यते इति वक्तुं सङ्ख्याज्ञानं न अयम् एकः इत्येव ज्ञानम् उत्पद्यते अयमेकः इत्याकारकम् आकारः इत्युक्ते किं वर्धिनि भगिनी इतोपि एकवारं वदति वा शब्दरूपेण विषयाणां प्रतिपादितं स्वरूपम् आकारः हा सम्यक् अयमेकः इति ज्ञानस्य शब्दरूपेण प्रतिपादितं स्वरूपम् एव अस्ति तस्य नाम एव आकारः इति उच्यते अयं घटः इति मनसि ज्ञानं स्यात् परन्तु शब्दरूपेण प्रतिपादनीयं यदा भवति तदा यत्र शब्दप्रयोगः भवति तस्य नाम आकारः अपि च तेन शब्दप्रयोगेन अपरेषां मनसि यदा ज्ञानम् उत्पादयितुं शक्नुमः तदा सः केवलम् आकारः न अपि तु व्यवहारः इत्यपि उच्यते अस्तु अग्रे महोदय तत्र पुरोवर्तिघटादिः विशेष्यविधया भासते एकत्वं द्वित्वं वा प्रकारविधया भासते तत्र एकत्वं द्वित्वम् इति सङ्ख्यालक्षणं सङ्ख्याविशेषणं घटे प्रकारविधया एव भासते यथा अतीतत्वं प्रकारता इति कालस्य लक्षणं तथा सङ्ख्यायाः लक्षणं प्रकारता एकत्वं द्वित्वम् इति वदामः हा सङ्ख्यायाः लक्षणम् इति न एकः घटः द्वौ घटौ इति यदा वदामः तस्मिन् ज्ञाने तस्मिन् ज्ञाने एकत्वं वा द्वित्वं वा प्रकारः भवति नाम प्रकारविधया भासते अपि च विशेषणं तु विशेष्यं तु भवता उक्तमेव पुरोवर्तिघटादिः पुरोवर्ति इत्युक्ते पुरतः यद्वर्तते तद् सा च प्रकारता प्रकारतयाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन वा अवच्छिद्यते इत्युक्ते यथा पूर्वं वयम् उक्तं यथा पूर्वम् उक्तं एकत्वं प्रकारता इत्युक्ते प्रकारता एकत्वे सप्तमी प्रयोगः एकत्वे प्रकारता इत्युक्ते प्रकारस्य लक्षणम् एकत्वम् अत्र वाक्यं किम् अस्ति प्रकारतायाः अधिकरणे विद्यमानेन एकत्वत्वेन द्वित्वत्वेन वा अवच्छिद्यते अतीतत्वम् इति आसीत् तस्मिन् प्रकारता आसीत् खलु अधिकरणं सप्तमीप्रयोगः यदा भवति एकत्वे प्रकारता द्वित्वे प्रकारता इति यदा अस्ति तदा प्रकारतायाः अधिकरणं किम् एकत्वं यथा एकत्वं वा द्वित्वं एकत्वं वा द्वित्वं तर्हि एकत्वे कीदृशः धर्मः वर्तते एकत्वे एकत्वं धर्मः वर्तते यदा घटे घटत्वं वर्तते द्वित्वे द्वित्वत्वम् इति धर्मः वर्तते वर्तते अपि च एतौ धर्मौ एकत्वत्वम् अथवा द्वित्वत्वं तौ कस्य अवच्छेदकौ भवतः प्रकारतायाः अवच्छेदकधर्मौ भवतः यथा पूर्वस्मिन् कालस्य लक्षणवाक्यस्य उदाहरणे तत्र अतीतत्वम् इत्यस्मिन् प्रकारता अपि च अतीतत्वत्वम् इत्यनेन सा प्रकारता अवच्छिन्ना भवति. तथैव अस्मिन् उदाहरणे एकत्वत्वम् अथवा द्वित्वत्वम् इत्यनेन प्रकारता अवच्छिन्ना भवति. बुद्धं वा? आं भगिनि. अस्तु अग्रे. घटे विद्यमानप्रतियोगितायाः घटत्वेन अवच्छेदवत्. अस्तु. घटे विद्यमानप्रतियोगितायाः घटस्य धर्म अथवा घटत्वेन अवच्छेदवत्. यथा प्रतियोगिता घटत्वेन अवच्छिन्ना भवति तथैव अत्र द्वित्वत्वम् एकत्वत्वम् इत्याभ्यां प्रकारता अवच्छिन्ना भवति. तथा च अस्तु एवं कुर्मः. इतः अग्रे वर्धिनी भगिनी किञ्चित् पठित्वा चित्रमपि निरूपयतु. तथा च आहत्य अतीतत्वत्व अवच्छिन्न प्रकारता निरूपित घटत्व अवच्छिन्न तदेव खलु अवच्छिन्न एकनवतितमे पुटे स्मः वयं. तथा च एकत्वत्व अवच्छ हा हा अस्तु पठतु पठतु. सम्यक् अस्ति वा? तथा च आहत्य तथा च एकनवतितमे पुटे अन्तिमवाक्यं तथा च तथा च एकत्वत्व अवच्छिन्न प्रकारता निरूपित घटादिनिष्ठ विशेष्यता निरूपकज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रयशब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रयः सङ्ख्या तादृशकार्यतानिरूपितकारणताश्रयत्वं सङ्ख्यायाः लक्षणं. प्रथमतया खण्डशः पश्यामश्चेत् ज्ञानं कीदृशम् इति वदतु. यथा एकत्वत्वावच्छिन्न अवच्छिन्न प्रकारतानिरूपकज्ञानं अथवा घटनिष्ठ घटत्व अवच्छिन्न विशेषतानिरूपितज्ञानं निरूपकज्ञानं सत्यं. पुनः ज्ञाननिष्ठ ज्ञानमिति कार्यमस्ति कार्यतानिरूपितकारणताशब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यतानिरूपितकारणताश्रयत्वं सङ्ख्या कारणताश्रयत्वं सङ्ख्यायाः लक्षणम् इति सङ्ख्यावाक्यमस्ति. सङ्ख्यायाः लक्षणवाक्यमस्ति. आहत्य सङ्ख्या इति यः गुणः अस्ति तस्मिन् कारणता अस्ति. कं प्रति कारणता अस्ति? संख्या इति यः गुणः अस्ति तस्मिन् कारणता अस्ति शब्दप्रयोगं प्रति. संख्या इत्यनेन कारणेन शब्दप्रयोगः इति कार्यः जायते. तदर्थं शब्दप्रयोगे कार्यता अस्ति. पुनः शब्दप्रयोगः कारणं भवति. कं प्रति कारणं भवति? ज्ञानं प्रति कारणं भवति. अतः शब्दप्रयोगे पुनः कारणता वर्तते, ज्ञाने कार्यता वर्तते. ज्ञानम् इति कार्यमस्ति. सङ्ख्यातः शब्दप्रयोगः, शब्दप्रयोगतः ज्ञानम्. एतत् ज्ञानं कीदृशम्? एतत् ज्ञानमस्ति एकत्वत्वावच्छिन्न प्रकारतानिरूपकं ज्ञानम् अथवा घटत्वावच्छिन्न विशेषतानिरूपकं ज्ञानम् इति सङ्ख्यालक्षणे एतत् सर्वम् अपेक्षितं भवति. पुनः सङ्ख्यायाः लक्षणवाक्यम् अस्ति व्यवहारघटितलक्षणवाक्यम् इति उक्तं पूर्वमपि. एकत्वादिव्यवहार असाधारणकारणत्वं सङ्ख्यायाः लक्षणम् इति अपि उच्यते. नाम सङ्ख्यायाम् एकत्वम् इत्यादिकस्य व्यवहारहेतुः वर्तते, अपि च सङ्ख्या इति असाधारणकारणमपि अस्ति. असाधारणं कारणं नाम सर्वेषां कार्याणां प्रति साधारणकारणानि भवन्ति, ईश्वरः, कालः, अदृष्टः इति कार्यसामान्यं प्रति कारणम् इति. तर्हि एकत्वम् इति यद् अदृष्टः इत्युक्ते धर्मः अधर्मः, परन्तु एकत्वम् इत्यादिकं यद्भवन्ति, एकत्वं द्वित्वं, तान् प्रति असाधारणकारणत्वमस्ति सङ्ख्यायाम् इति कृत्वा एकत्वादिव्यवहार असाधारणकारणत्वं सङ्ख्यायाः लक्षणम् इति बोध्यं भवति. अस्तु भगिनि, अग्रे अपि पठतु इत्थमेव. भगिनी, अत्र व्याकरणविषये किञ्चित् संशयः अस्ति. अत्र पूर्वस्मिन् पुटे एकत्व अवच्छिन्नप्रकारता निरूपित इति अस्ति. प्रकारता निरूपित ज्ञानम् सामान्यवाक्येन वदामश्चेत् एकत्वनिष्ठप्रकारतानिरूपितघटत्वनिष्ठविशेष्यता. न न भगिनी, अत्र केवलं प्रकारता केवलं तस्मिन् भागमेव पश्यामश्चेत् तद्भागमेव पश्यामश्चेत् प्रकारतानुरूपितज्ञानम् अथवा घटनिष्ठ. भगिनि भगिनि, एकनिमिषं, केवलं तद्भागं पश्यामः इति वदति खलु भवती, तर्हि एवं भवति एकत्व अवच्छिन्न प्रकारता निरूपकं ज्ञानम्. किमर्थं निरूपित इति अस्ति तर्हि? यतोहि प्रकारता कां निरूपयति? घटनिष्ठविशेष्यताम्. अस्तु, वाक्यं पठति चेत् प्रकारता निरूपित घटादिनिष्ठविशेष्यता इत्येव अस्ति. आम् आम्. तर्हि प्रकारता अपि च विशेष्यता अनयोः मध्ये निरूपकनिरूपितभावः अस्ति. अस्तु, विशेषता प्रकारतां निरूपयति, प्रकारता विशेष्यतां निरूपयति, परन्तु ज्ञानम् इति यदस्ति, ज्ञानस्य प्रकाशः पतति उभयोः उपरि. तदर्थमेव अन्तिमवाक्ये अत्र उक्तं विशेषतानिरूपकं ज्ञानम्. ज्ञानम् इति निरूपकः. तर्हि किञ्चित् फ्लिप् कुर्मः चेत् इत्युक्ते प्रथमं घटादिनिष्ठविशेषता इति वदामश्चेत् तदा किं भवति? घटत्वादिनिष्ठविशेषता निरूपित एकत्वत्वा अवच्छिन्न प्रकारता निरूपकं ज्ञानम् इति. अस्तु, सत्यं, इदानीं तु स्पष्टं. धन्यवादः भगिनि. अस्तु अस्तु, जयन्ती भगिनी अग्रे पठतु तर्हि. न, वर्धिनी भगिनी पठन्ती आसीत् खलु, इत्थमेव च. इत्थमेव च तत्र तत्र योग्यं प्रकारं प्रकारता अवच्छेदकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिकर्तुं यतितव्यम्. वयमपि तान् प्रकारान् तत्र तत्र दर्शयिष्यामः. इत्युक्ते तत्र इत्थमेव तत्र योग्यं प्रकारं प्रकारता अवच्छेदकं च प्रवेश्य व्यवहारपदघटितानि लक्षणानि परिकर्तुं परिष्कर्तुम् इति स्यात् प्रायः, परिष्कर्तुं यत्नितव्यं. पूर्वमपि उक्तं अष्टलक्षणवाक्यानि सन्ति, कालः, सङ्ख्यः, सङ्ख्या, मानः इत्यादिकं, यस्मिन् व्यवहारः इति आगच्छति. अतीतादिव्यवहारहेतुः कालः, एकत्वादिव्यवहार असाधारणकारणत्वं संख्यायाः लक्षणम् अथवा अत्र यथा अग्रे अस्ति मानव्यवहार असाधारणकारण तथा यत्र यत्र व्यवहारपदघटितानि वाक्यानि भवन्ति यत्र व्यवहारः अस्ति तादृश व्यवहारपदम् अस्ति तादृशं वाक्यमस्ति व्यवहारपदघटितं तर्हि किम् उक्तं तत्र उचितं प्रकारताम् अथवा प्रकारतावच्छेदकं च उपयुज्य प्रयत्नं करणीयं भवति लक्षणवाक्यस्य निरूपणार्थम् इति व्यवहारपदघटितानि लक्षणानि परिकर्तुं यतितव्यं वयमपि अस्तु पठतु वयमपि तान् प्रकारम् अत्र दर्शयिष्यामः तत्र तत्र दर्शयिष्यामः इति अस्ति यथा अग्रे मानस्य लक्षणम् अस्ति परिमाणम् इति कम् इति अस्तु जयन्ती भगिनी पठति वा आं भगिनि मानव्यवहार असाधारणं कारणं परिमाणं नवद्रव्यवृत्ति तच्चतुर्विधम् अणुमहद्दीर्घं ह्रस्वं च इति मानव्यवहार मानम् इति कालः संख्या परिमाणम् इति यथा कालः संख्या परिमाणम् अस्ति तथा मान इति पदार्थः अस्ति मान इत्युक्ते मेजर्मेण्ट् मेजर्मेण्ट् आम् पदार्थः न किम् अस्ति गुणः गुणः एव मानः इत्युक्ते एकविधं मेजर्मेण्ट् अस्ति अणु अथवा महत् अथवा दीर्घः ह्रस्वः लघुः बृहद् एतत् सर्वम् एतेषां व्यवहारार्थम् इतोपि एकः गुणः आवश्यकः सः एव परिमाणम् इति नवसु द्रव्येषु तस्य वृत्तित्वम् अस्ति परिमाणस्य तच्चतुर्विधम् अस्ति परिमाणस्य चत्वारः प्रकाराः अणु महद्दीर्घं ह्रस्वं च इति अणुप्रमाणं महत् परिमाणम् अणुपरिमाणं महत्परिमाणं दीर्घपरिमाणं ह्रस्वपरिमाणम् इति प्रकाराः सन्ति क्रमप्राप्तं परिमाणं लक्षयति कालसङ्ख्या इत्येषाम् अनन्तरं परिमाणम् इति गुणं वयं परिशीलयामः मानव्यवहार इति इह अयं दीर्घः अयं लघुः इत्यादिरूपः परिमाणविषयकव्यवहारः ग्राह्यः तेन च व्यवहारेण शब्दप्रयोगात्मकेन घटादिविशेष्यकं लघुत्वप्रकारकं ज्ञानम् उत्पद्यते तत्र प्रकारता लघुत्वावच्छिन्ना तथा च लघुत्वावच्छिन्न लघुत्वनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतानिरूपकज्ञाननिष्ठ जन्यतानिरूपित जनकताश्रय शब्दप्रयोगनिष्ठ कार्यतानिरूपितकारणताश्रयत्वं परिमाणस्य लक्षणम् अत्र परिमाणस्य लक्षणं पश्यामः व्यवहारिकपदम् अस्ति परिमाणम् इति तेन च व्यवहारेण अस्तु अस्तु मानस्य व्यवहारपदमस्ति परिमाणं खलु भगिनि परिमाणम् इति गुणः अपि च मानव्यवहारार्थं सः गुणः अपेक्षते आम् तेन च व्यवहारेण शब्दप्रयोगात्मकेन अत्र अयं दीर्घः अयं लघुः इत्यादिकं यत् किमपि अस्ति तत् परिमाणविशेषव्यवहारः मानव्यवहारः अत्र चित्रं दृष्ट्वा अहम् अत्र लघु घटः इत्यस्मिन् वाक्ये घटः इति विशेष्यं विशेषणम् अस्ति लघुत्वम्. अतः लघु प्रकारता इति विषयतायां लघुत्वम् इति लघुत्वत्वेन प्रकारता भिद्यते, यथा घटत्वेन विशेषता भिद्यते. अतः परिमाणस्य लक्षणवाक्यम् अस्ति लघुत्वत्व अवच्छिन्न प्रकारता निरूपित घटत्व अवच्छिन्न विशेषता निरूपकम् ज्ञाननिष्ठ कार्यता निरूपित कारणता आश्रय शब्दप्रयोग निष्ठ कार्यता निरूपित कारणताश्रयत्वं परिमाणस्य लक्षणम्. यथा वयं पूर्वं दृष्टवन्तः शब्दप्रयोगं प्रति परिमाणं कारणं, लघु घटः इति वदनेन लघु इति शब्द प्रयोगं प्रति कारणमस्ति परिमाणं. लघु इति यत् शब्दः यः शब्दः अस्ति परिमाणस्य उल्लेखं करोति. अतः शब्दप्रयोगं प्रति परिमाणं कारणं, पुनः तत् ज्ञानं प्रति अयं लघुघटः इति ज्ञानं प्रति शब्दप्रयोगः कारणम् अस्ति. स च तत् च तत् ज्ञानं लघुत्व प्रकारतानिरूपितं ज्ञानं पुनः प्रकारतानिरूपकं ज्ञानम् अपि च विशेषतानिरूपकं ज्ञानम् इति एव अस्ति. एकवारम् इतोपि प्रयत्नं करोतु घटत्वम् इत्यस्मात् आरभ्य लक्षणवाक्यं वक्तुं. घटनिष्ठ अस्तु. घटनिष्ठ घटत्व अवच्छिन्न विशेष्यता निरूपित लघुत्वत्व अवच्छिन्न प्रकारता निरूपकं ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रय शब्दप्रयोगः निष्ठ कार्यता निरूपित कारणताश्रयत्वं परिमाणस्य लक्षणम्. बहु समीचीनं. तर्हि तथा एव अस्ति, यथा कालस्य अथवा सङ्ख्यायाः आसीत् तथैव परिमाणस्य लक्षणम् अपि अस्ति इति स्पष्टं स्यात्. अत्र नूतनं किमपि नास्ति, यथा पूर्वमपि वयं कृतवन्तः तदेव अधुनापि कृतम्. भगिनि, घटनिष्ठविशेषता निरूपक वा निरूपित वा? निरूपक. निरूपक. तस्मिन् पुटे त्रयस्त्रिंशत्तमे पुटे वयं दृष्टवन्तः खलु ज्ञानात् प्रभा पतति. तर्हि ज्ञानं विषयतां निरूपयति. ज्ञानः ज्ञानमिति निरूपकः. तर्हि ज्ञानं कार्यं करोति. ज्ञानकर्ता विशेषता निरूपित. सत्यं सत्यं सत्यं भगिनि. तदर्थमेव उक्तं विषयता निरूपकं ज्ञानम् अथवा प्रकारता निरूपकं ज्ञानं. तत्र विभक्तिं योजयामश्चेत् प्रकारतायाः निरूपकं ज्ञानं विशेष्यतायाः निरूपकं ज्ञानम् इति भवति. अस्तु, सरला भगिनी अग्रे पठति वा? आं भगिनि. अस्य विभागमाह अणु महत् दीर्घ ह्रस्वं चेति चेति. अत्र इदं वक्तव्यम् पृथ्वी निरूपणे पृष्ठं चतुर्षत् गन्धवती का इति प्रश्ने पृथ्वी इति समाधानं, पृथ्वी कीदृशी इति पृष्ठे गन्धवती इति समाधानम्. अतः गन्धवती इति शब्द पृथ्वीम् एव ब्रूते. तस्मात् पृथ्वीवृत्ति धर्मबोधनाय गन्धत्वं पृथ्वीलक्षणम् इति वाक्यम् इति उक्तम्. अस्य विभागम् आह अणुमहद्दीर्घहस्यं चेत् इति अति इदानीं परमाणस्य चतुर्विभागाः सन्ति अणु महत् दीर्घं ह्रस्वम्. अत्र इदानीं वक्तव्यं पृथ्वी निरूपणे गन्धवती का इति प्रश्ने पृथ्वी इति समाधानं यदा पृथ्वी तस्य लक्षणं वदामः गन्धवती पृथ्वी वयं वदामः. गन्धवती इत्युक्ते पृथ्वी तस्य गन्धवती गन्ध तस्य लक्षणं बोधति. सो अत्र गन्धवती पृथ्वी तत्र उभयोः प्रथमा विभक्ति खलु. प्रथमा विभक्ति इत्युक्ते निर्देशः कः अथवा का इति. तर्हि पृथ्वी इत्यस्य निर्देशः लभ्यते गन्धवती पृथ्वी इत्यस्य वदनेन. पृथ्वी कीदृशी इति प्रश्नः अस्ति चेत् तत्र उत्तरं भवति पृथ्वी गन्धवती. तर्हि पृथ्वी तत्र किम् अस्ति, विशेषणं वा विशेष्यं वा? पृथ्वी विशेषमस्ति. विशेषमस्ति. तत्र विशेषणं किं? तस्य विशेषणं गन्धवती. हा, चिन्तयतु सामान्यभाषायां विशेष परन्तु न्यायपरिभाषया किं चिन्तितम्? न्यायपरिभाषा गन्धवती पृथ्वी एकत् समानस्तरे अस्ति. समानस्तरे अस्ति. तर्हि विशेषणं किं वस्तुतः? वस्तु पृथ्वीत्वं विशेषणं भवति. पृथ्वी विशेषणं नास्ति खलु भगिनि, पृथ्वी विशेष्या अस्ति. विशेष अस्ति, तस्य विशेषणं पुनः अस्तु. पुनः अस्माकम् उदाहरणं तत्र गच्छामः. उन्नतः उन्नतः उन्नतः सत्यम्. उन्नतः वृक्षः इत्यस्मिन् यद्यपि विशेषणविशेषभावः अस्ति, उन्नतः विशेषणम् इति वदामः, तथापि वस्तुतः विशेषणं किम्? वृक्षे विद्यमान औन्नत्यम् अथवा उन्नतत्वं खलु. अस्मिन् उदाहरणे गन्धवती पृथ्वी इत्यस्मिन् विशेषणं किम्? गन्धवत्वं. हा, बहु सम्यक्. गन्धवत् उपरि त्वं अधो सत्यं. सर्वदा उपरि गमनार्थं भावः इत्यस्य निष्पन्नार्थं मतुप् योजनीयः. गन्धवत्वं, क्षम्यतां, त्वम् अथवा तल् योजनीयः भावः इत्यस्य निष्पादनार्थं. तर्हि गन्धवत् प्लस् त्वं, गन्धवत्वम् इति विशेषणम्. अपि च तेषु दिनेषु किं दृष्टं? चत्वारिंशत्तमे पुटे गन्धवत्वं पृथिव्याः लक्षणम् इति तथा एव अत्रापि उक्तं. तथा एव गन्धवती इति शब्दः पृथ्वीम् एव ब्रूते, तस्मात् पृथ्वीवृत्तधर्मबोधनाय गन्धवत्वं पृथ्वीलक्षणमिति वाच्यमिति उक्तम्. तथैव अत्रापि अस्ति लगे लघुत्वं लघुतत्वं दीर्घत्वं दीर्घतत्वं तस्य धर्म विशेषणं भवति. हा, इति एव अस्ति विषयः. यथा यथा गन्धवती पृथ्वी इत्यस्यां वस्तुतः पृथिव्याः लक्षणं किं? गन्धवत्वं. लक्षणस्य निर्देशार्थं प्रथमाविभक्त्यां किमपि स्यात् इति कृत्वा पृथिव्याः लक्षणं गन्धवती पृथ्वी इति स्वीकृत्य तस्य परिवर्तनं जातं खलु. गन्धवत्वं पृथिव्याः लक्षणं, तत्र लक्षणम् अपि च गन्धवत्वम् उभयोः प्रथमा विभक्ति. तथा एव अग्रे अस्ति अणुत्वं महत्वम् इति सर्वं साधनीयं भवति इति अग्रे दत्तमस्ति. अजितमहोदय अग्रे पठति वा? आं भगिनि तद्वदेव महत् आकाशं दीर्घं क्षेत्रमिति व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवतां भवेत् अतः इहापि परिमाणबोधनाय भाववाचकप्रत्ययः योजनीयः अत्र उक्तं महत् आकाशं वस्तुतः महत् आकाशम् इत्यस्मिन् विशेष्यं किं विशेषणं किम् इति महत् आकाशं वाक्ये आकाशः विशेष्यं महत् इत्युक्ते महत्तत्त्वं महत्त्वं महत् एकनिमिष महत् प्लस् त्वं तावदेव महत्त्वं महत्त्वम् आम् महत्त्वं विशेषणम् अस्तु दीर्घं क्षेत्रम् इति दीर्घं क्षेत्रम् इत्युक्ते क्षेत्रः विशेष्यं दीर्घत्वम् इति विशेषणपदं व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाण भवेत् अस्तु अत्र किञ्चित् परिशीलनं कुर्मः महत् आकाशं दीर्घं क्षेत्रं व्यवहारात् अणुमहदादिविभागः मूलोक्तः न परिमाणस्य किन्तु तादृशपरिमाणवताम् परिमाणवताम् इत्यस्मिन् कः प्रत्ययः अस्ति परिमाणवत् परिमाणवत् मतुप् तस्य षष्टि परिमाणवताम् षष्टि बहुवचनं खलु अत्र उक्तं यथा उन्नतः वृक्षः इति यदा वदामः तदा उन्नतः इति कं सूचयति उन्नतवत् उन्नतवान् वृक्षं सूचयति उन्नतवतं वृक्षं सूचयति खलु तथा एव अत्र उक्तम् अत्र महदाकाशं दीर्घं क्षेत्रमिति यदा व्यवहराम तदा परिमाणस्य सूचना न प्राप्यते अणुमहदादिविभागः यद् मूलोक्तः तस्य सूचना न प्राप्यते किन्तु कस्य सूचना प्राप्यते परिमाणवतां नाम मतुप् प्रत्यय कस्मिन् अर्थे युज्यते अस्मिन् अस्य वा इति अस्य अस्मिन् वा इत्यस्मिन् अर्थे मतुप् युज्यते खलु तर्हि महत् आकाशम् इति यदा वदामः तत्र तस्य अर्थः अस्ति महत्त्वम् अस्य इति महत्त्वम् अस्य महत्त्वम् आकाशस्य तर्हि आकाशः प्लस् मतुप् अथवा इमि प्रत्ययः महान् आकाशः यथा उन्नतः वृक्षः इति वदामश्चेत् तदा उन्नतः वृक्षः समानार्थकौ स्तः खलु उन्नतः वृक्षः इत्यस्मिन् औन्नत्यम् अस्य अथवा अस्मिन् इति सूचना प्राप्यते वृक्षस्य एव सूचना प्राप्यते परन्तु साक्षात् औन्नत्यस्य न तथा एव महत् आकाशं दीर्घं क्षेत्रमिति वदामश्चेत् दीर्घत्वं क्षेत्रस्य दीर्घवत् क्षेत्रं दीर्घवत् क्षेत्रम् इति सूचना प्राप्यते तदेव अत्र उक्तं किन्तु तादृशपरिमाणवतां सूचना अस्ति दीर्घं क्षेत्रं महताकाशम् इत्यनेन व्यवहारेण अणु महद् विभागः परिमाणस्य न, परन्तु तादृशपरिमाणवतां भवेत्, अतः इहापि परिमाणबोधनाय भाववाचकप्रत्यय योजनीय. तथा च अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वमिति चतुर्विधं परिमाणं मूलोक्तं बोध्यम्. तर्हि अत्र मूलवाक्ये किम् अस्ति? अणु महत् दीर्घं ह्रस्वम् इति अस्ति खलु. परन्तु अस्माभिः किम् अवगन्तव्यं भवति? अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वम् इति भाववाचकप्रत्ययान् योजयित्वा तत्र परिमाणस्य बोधः भवति इति अस्माभिः अवगन्तव्यमस्ति. अस्तु, वर्दिनी भगिनी अग्रे पठति वा? तर्हि एतावता स्पष्टमस्ति किं यावत् वयं पठितवन्तः? संख्यायाः लक्षणनिरूपणम् अपि च परिमाणस्य लक्षणवाक्यम् इति मुख्यमासीत्. तदनन्तरम् अस्ति यत् यद्यपि मूलवाक्ये अणु महद् दीर्घः ह्रस्वः इति परिमाणवतां बोधनमस्ति, तथापि अस्माभिः भाववाचकत्वं योजयित्वा अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वम् इति बोध्यं भवति. अस्तु, वर्दिनी भगिनी अग्रे पठति किम्? परिमाणस्य विभागानन्तरं कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः, स च अणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणम् इति. तत्र परमाणुपरिमाणं परमाणुद्वयणुकयोः मध्यमपरिमाणं जन्ये, द्रव्ये, घटादौ. परममहत्परिमाणम् आकाशादिद्रव्येषु ज्ञेयं. तत्रापि आद्यान्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. इदानीं परिमाणस्य विभागान्तरं नाम अत्र तु परिमाणस्य चतुर्विभागम् उक्तं खलु, अणु महद् दीर्घं ह्रस्वं. परन्तु पूर्वं स्मर्यते चेत् अस्माभिः एकवारं परिमाणस्य अणुपरिमाणम् इत्यादिकं पठितं खलु, तदर्थमेव अत्र विभागान्तरम् इति स्मारितमस्ति. अस्तु, अग्रे वदतु भगिनि. कार्यकारणभाववर्णनाय अन्य अपि परिमाणस्य विभागः कार्यकारणभाववर्णनाय अन्योपि परिमाणस्य विभागः न्यायशास्त्रे प्रसिद्धः, स च अणुपरिमाणं, मध्यमपरिमाणं, परममहत्परिमाणं. तत्र परमाणुपरिमाणं परमाणुद्वयणुकयोः मध्यमपरिमाणं जन्ये, द्रव्ये, घटादौ मध्यमपरिमाणमस्ति. परममहत्परिमाणम् आकाशादिद्रव्येषु. तत्रापि आद्यन्तिमयोः क्वापि परिमाणं प्रति न कारणत्वम्. तत्र स्मर्यते वा भगिनि, अणुपरिमाणं कस्य अस्ति, महत् परममहत्परिमाणं, मध्यमपरिमाणं कस्य इति स्मर्यते वा? परममहत्परिमाणम् आकाशे अस्ति किल, नित्यद्रव्याणि. हा, परममहत्परिमाणमस्ति आकाशः, कालः, दिग्, जीवाः, ईश्वरः इत्यस्य. परमाणुपरिमाणं कस्य अस्ति? घटे, घटादौ. हा, घटादौ मध्यमपरिमाणम् अस्ति खलु, अनित्यद्रव्येषु. सत्यं सत्यं. मध्यमपरिमाणम् अनित्यद्रव्येषु घटादौ यत् यस्य उत्पत्तिः भवति नाशः भवति तादृशेषु तादृशेषु द्रव्येषु मध्यमपरिमाणं पुनः परमाणुपरिमाणं कस्मिन् परमाणुपरिमाणमस्ति पृथिव्यादिचतुष्टयस्य परमाणुषु द्विअणुकेषु तदर्थमेव अत्र उक्तं परमाणुपरिमाणं परमाणुद्वयणुकयोः इति अपि च इदमपि अस्ति हा हा मनसि अस्ति खलु अनित्यमस्ति खलु न अत्र अनित्यं नित्यम् इति कोऽपि कापि चर्चा नास्ति केवलं परमाणवः तु नित्याः एव अनित्यद्रव्याणि न सन्ति ते परमाणवः नित्याः एव परमाणुपरिमाणम् इत्युक्ते अतीव लघुपरिमाणमस्ति परमाणुषु द्वे अणुकेषु अपि च मनांसि इत्येषां परमाणुपरिमाणं मध्यमपरिमाणं घटादिजन्यवस्तुषु परममहत् परिमाणमिति आकाशः कालः दिग् ईश्वरः इति अस्ति अस्तु अग्रे तत्रापि आद्यन्तयोः क्वापि परिमाणं प्रति न कारणत्वं किमपि परिमाणं प्रति परममहत् परिमाणं न कुत्रापि भवति अत्र क्वापि इत्युक्ते कुत्रापि अस्तु यथा भगिन्या उक्तम् आद्यन्तिमयोः इत्युक्ते किम् अणुपरिमाणस्य अपि च परममहत् परिमाणस्य कुत्रापि कारणत्वं न भवति नाम अणुपरिमाणम् अपि च परममहत्परिमाणम् इत्यस्य कार्यकारणभावे प्रयोजनं वा उपयोगः न भवति यतोहि तेषां कारणत्वमेव न भवति कस्यचित् कस्मिन्नपि प्रति कमपि प्रति परन्तु मध्यमपरिमाणं तथा नास्ति मध्यमपरिमाणस्य कारणत्वम् अस्ति जन्यं प्रति इति अग्रिमः विषयः अस्ति जयन्ति भगिनी पठति वा अग्रे आं भगिनि मध्यमपरिमाणं तु भवति स्व आश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणं तथा हि घटस्य यावत् परिमाणं कुलालः इच्छति तज्जननयोग्यपरिमाणकौ कपालौ एव तेन स्वीकार्यौ तुल्यपरिमाणकयोः कपालयोः तद्विगुणितपरिमाणवत् घटस्य जननदर्शनात् इदमेव च अवयवपरिमाण अपेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते एवं च यथा कपालद्वयसंयोगः कपाले समवायेन स्थित्वा तत्रैव घटं जनयति यथा वा एकत्वं घटे समवायेन स्थित्वा तत्रैव समवायेन द्वित्वं जनयति तथैव कपालपरिमाणमपि कपाले समवायेन स्थित्वा घटपरिमाणं जनयति इति कपालपरिमाणमपि असमवायीकारणं परन्तु अत्र अस्ति कश्चित् विशेषः अत्र कपालपरिमाण कथम् असमवायिकारणं भवति कपालपरिमाणम् इति अत्र दीयते कपालः कपाले घटः वर्तते कपालः स्वं परिमाणम् इति वयम् इति अस्ति चेत् स्व आश्रयः कपालः यतोहि कपाले परिमाणम् इति गुणः अस्ति इदानीं मध्यमपरिमाणं तु भवति स्वाश्रयजन्यद्रव्यस्य उत्कृष्टपरिमाणं प्रति असमवायिकारणम् इति प्रथमः विषयः अस्तु अणुपरिमाणम् अथवा परममहत् परिमाणं तादृशम् असमायीकारणं न भवति एव, परन्तु मध्यमपरिमाणं तु भवति. कथं भवति इति उक्तं. स्व इत्यनेन किं स्वीकृतं जयन्ति भगिनि? परिमाणमेव. कस्य परिमाणम्? घटस्य परिमाणं कथं जनयति इति. हा, घटस्य घटस्य परिमाणमस्ति उत्कृष्टपरिमाणं खलु. अस्माकं विषयः अस्ति मध्यमपरिमाणं कथम् असमवायिकारणं भवति इति. तर्हि पूर्वकृतचिन्तनं स्मर्यते चेत् अवयविनः यः गुणः अस्ति तं गुणं प्रति अवयवेषु यः गुणः वर्तते सः एव कारणं भवति. अस्तु, इदानीं गन्धः कस्मिंश्चित् गन्धः अस्ति चेत् कुसुमे गन्धः अस्ति चेत् कुसुमे विद्यमानं गन्धं प्रति कुसुमस्य अवयवेषु विद्यमानः गन्धः असमवायिकारणं भवति. अवयवेषु विद्यमानः गुणः अवयविनि विद्यमानं गुणं प्रति कारणम्. अस्तु, इदं सर्वं मनसि निधाय स्वाश्रयजन्यद्रव्यं द्रव्यस्य उत्कृष्टपरिमाणं कथं निष्पद्यते इति वदतु. स्वम् इत्युक्ते किं, तस्य आश्रयः कः, आश्रये किं जायते इति सर्वं. स्वम् इत्युक्ते परिमाणं. स्व आश्रयः कपालः. घटः घटस्य अवयवनः कपालः. घटस्य अवयवः कपालः. कपालस्य यत् परिमाणम् अस्ति तद्विगुणिकं परिमाणं घटस्य. कपालद्वयसंयोगेन एव घटनिर्माणं भवति. अतः कपालस्य यत् परिमाणम् अस्ति तद्विगुणितं परिमाणम् एव घटस्य परिमाणं भवति. अतः अवयविनस्य परिमाणेन अवयवस्य परिमाणम् अस्ति इति. न, विपरीतत्वेन वक्तव्यम्. अवयवः कपालः, तस्य परिमाणेन, तस्य महत् परिमाणेन एव अवयवी इति घटः अस्ति खलु, तस्य परिमाणम् उत्पद्यते. अपि च यथा भवत्या उक्तम्, अवयविनः परिमाणं सर्वदा उत्कृष्टपरिमाणम्. अवयवस्य परिमाणापेक्षया. अवयवस्य परिमाणेन एव अवयविनस्य परिमाणं निश्चितं भवति. अपि च अवयवपरिमाण अपेक्षया अवयविनः परिमाणं कथं भवति? अत्र वाक्यमस्ति इदमेव च. इदम् एकनिमिषं भगिनि. फोर्त् लैन्. ओ, इदमेव च अवयवपरिमाण अवयवपरिमाण अपेक्षया अवयविनः महत्परिमाणं शास्त्रे उत्कृष्टं परिमाणम् इति व्यवह्रियते. आम्, अस्तु. अवयवः नाम कपालस्य परिमाण अपेक्षया अवयविनः नाम घटस्य महत्परिमाणम् उत्कृष्टं परिमाणम् इति उच्यते खलु भगिनि? तयोः परिमाणयोः तुलनां कुर्मश्चेत् सर्वदा अवयविनः महत् परिमाणं परिमाणमेव. उत्कृष्टपरिमाणं, क्षम्यताम्, उत्कृष्टपरिमाणम् इत्युक्ते किञ्चित् बृहत् भवति इति. कपालस्य परिमाणं स्वस्मिन् स्थित्वा समवायेन घटस्य परिमाणं जनयति. अतः कपालपरिमाणं घटपरिमाणं प्रति असमवायिकारणं, यतोहि समवायेन स्वस्मिन् स्थित्वा समवायेन घटस्य परिमाणं जनयति. इति वयं जानीमः एव खलु. समवायीकारणे विद्यमानः कश्चन गुणः वा काचित् क्रिया यद् क्रिया कार्यं प्रति कारणं तदेव असमवायिकारणम्. अत्रापि तथैव अस्ति. समवायिकारणः कपालः, तस्मिन् विद्यमानः मध्यमपरिमाणमिति गुणः, सः गुणः घटपरिमाणं प्रति कारणं भवति. अत्र अन्य किमपि वाक्यम् अत्र लिखितम् अस्ति, स्वजातीय स्व उत्कृष्टपरिमाणं भवति मध्यम. किम् अस्ति अन्ते वाक् वर्गस्य अन्ते महोदयेन उक्तं स्वस्वजातीय स्व उत्कृष्टपरिमाणजनकत्वं. स्वस्वजातीय स्व उत्कृष्टपरिमाणजनकत्वं भवति मध्यमपरम अवयवस्य मध्यमपरिमाणे. तद् अग्रिमसप्ताहे पुनः उच्यते इति मन्ये. अत्र स्व इति परिमाणमेव खलु, स्व स्वजातीय इत्युक्ते किम्? स्वस्वजातीय स्व उत्कृष्टपरिमाणजनकत्वं. हा, स्व इति परिमाणं. स्वजातीय इत्युक्ते प्रायः तस्य विश्लेषणम् अग्रिमसप्ताहे भवति इति मन्ये भगिनि. ममापि भ्रमः अस्ति तस्मिन् वाक्ये. अस्तु, तर्हि अन्य कोऽपि प्रश्नः अस्ति वा? नो चेत् विरमामः. धन्यवादः भगिनि. धन्यवादः. धन्यवादः. शुभरात्रि.